पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 181 श्रीभगवानुवाच अथ ते वर्णयिष्यामि सप्तमाध्यायगौरवं यदा कर्ण्यसुधापूरपूर्तिर्भवति कर्णयोः अस्ति पाडलिपुत्राख्यम् दुर्गमुत्तुङ्गगोपुरं तत्राभूद्ब्राह्मणो नाम शङ्कुकर्णो दयार्णवः वैश्यवृत्तिं समासाध्य धनमार्जितवान् बहु पितॄन्न तर्पयामास पूजयामास नो सुरान् पार्थिवान् भोजयांश्चक्रे धनार्जनपरायणः तुरीयपाणिग्रहणं मङ्गलार्थं गृहान्तरे तनुजैर्बन्धुभिः सार्धं सम्प्रतस्ते कदाचन रजन्यां धर्मकल्पायां निद्रालोस्तस्य दोस्तरे दशदिस्म समागत्य दन्तशूकः कुतश्चन स दष्टमात्रो साध्यात्मा मणिमन्त्रौषधादिभिः क्षणैः कतिपयैरेव गदा सुरभवत्तदः पिजुमन्ददलैर्नालैरवगुण्ठितविग्रहं तमारोप्य तरुस्कन्धे सूनवो गृहमाययुः तदकालेन बहुना तदो जातसरीसृपः तद्वासनानि बद्धात्मा जन्मपूर्वमनुस्मरन् वञ्चयित्वा सुदानेतान् पूरयामि गृहाद् बहिः आत्मनकोटिसङ्ख्याकं यत्रास्ते स्थापितं वसु ततो नारायण बलिश्रद्धया परयान्विताः कृतवन्तः परे तस्य सूनवो हि द्विजन्मनः एकदा स्वप्नमागत्य पीडितः सर्पजन्मना अभाषयन् मनोवृत्तं पुत्राणामग्रदः पिता ततस्त ते प्रादरुद्धाय परं विस्मयमोहिताः इतरेतरमाख्याय पर्यं तस्ते निरङ्कुशाः एकस्तत्र पितृस्नेहादुद्धर्तुमपि वाञ्छति अन्यो द्रविणलोभेन निहन्तुं सर्पमीहते इतरस्तु पितृस्नेह रसमोहितमानसः किं वा अहिमयो न स्याच्छोचन् रोदिति केवलं मध्यमस्तु ततः पुत्रो वञ्चयित्वा सहोदरौ केनापि क्षत्मनोद्धाय जगामनिजमालयं तदशनैः समाहूय गृहिणीं गुणशालिनीं कुद्दालहस्तो निरगाद्यत्रास्ते पन्नगः पिता तेनाविदितवित्तेन चिह्नैर्निश्चित्य तत्त्वदः स्थानमागत्य तं हन्तुं वल्मीकं लोभबुद्धितः भार्ययोत्सार्यते मृत्स्ना स्वयं तेन च खन्यते निखन्य मानादत्युग्रो वल्मीकादहिरुद्धितः ततो गरलगण्डूषैर्निर्गदैरधिदुःसहैः गिरस्स कथयां चक्रे फणीभूत्कारमायुतैः अहिरुवाच कस्त्वं किमर्थमायाध कथं वा कन्यदेबिलं केन वा प्रहितो मूढ तदाख्याहि ममाग्रदः पुत्र उवाच पुत्रस्तेऽहं शिवो नाम हेमग्रहणकौतुकी आगतो रात्रलब्धस्य स्वप्नस्य तु सुविस्मितः शिव उवाच युद्धमाकर्ण्यपुत्रस्य गिरं लोकविगर्हितां वक्तुमारभदस्पष्टं हसन्नुच्चैफणी तदा सर्प उवाच यदि पुत्रोऽसि मे तूर्णं मामुन्मोचय बन्धनाद निक्षेपार्थाय संजातं पन्नगं पूर्वजन्मनः पुत्र उवाच पृथ कथं ते मुक्ति स्यादित्याचक्ष्व ममाग्रदः परित्यक्त्वाखिलं लोकमागतोऽस्मि यथा निशि पितोवाच न तीर्थानि न दानानि न तपांसि न चाध्वराः मामुन्मोचयितुं पुत्र प्रभवन्ति च सर्वथा गीतानां सप्तमाध्यायमन्तरेण सुधामयं जन्तोर्जरा मृत्युदुःखनिराकरणकारणं सप्तमाध्यायिनं विप्रं मदीये श्राद्धवासरे भोजय श्रद्धया पुत्र तेन मुक्तिर्न संशयः अन्यानपि द्विजान्वत्स वेदविद्याविशारदान् सम्भोजय यथाशक्ति परमश्रद्धयान्विदः इत्याकर्ण्यपिदुर्वाक्यमुरुगत्वमुपेयुषः ते सर्वे सूनवे कुर्वन्यथादिष्टं तथोऽधिकम् शङ्कुकर्णस्ततः श्रीमानुत्सृज्य तनुमौरगीं कृत्वा विभागं पुत्राणां दिव्यं देहमुपाददे विभज्य दत्तं पित्राय द्रव्यं तत्कोटिसङ्ख्यया तेन ते सूनवः सर्वे मुमोदो साधुवृत्तयः वापी कूपसरो यज्ञ देवप्रासादहेतवे अन्नशालां तद कुर्वन् पुत्रास्ते धर्मबुद्धयः सप्तमाध्याय जपतो मुक्तिभाजो भवंस्ततः षष्टिमिष्टतमं ज्ञात्वा निर्वाणार्पिददुष्टयः इति श्रीपद्मे महापुराणे उत्तरखण्डे गीतामाहात्म्ये एकाशीत्यधिकशततमोऽध्यायः ॐ